सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृण्वन्तु. भगिनी कृपया सुभाषितं स्मारयतु. गुरुभ्यो नमः. विद्यानामनरक्ष्यरूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशःसुखकरे विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनपशुः. हरि ओं. गुरुभ्यो नमः. धन्यवादः. पञ्चविंशः पाठः आरब्धः. द्वितीया विभक्तिः इति विषयः प्रवर्तमानः अस्ति. वाक्यं कर्तरिप्रयोगे अस्ति चेत् तस्मिन् वाक्ये प्रथमान्तं पदं कर्तृपदं भवति, द्वितीयाविभक्त्यन्तं पदं कर्मपदं भवति. छात्रः संस्कृतपाठं पठति इत्यस्मिन् वाक्ये छात्रः इति कर्तृपदं, संस्कृतपाठम् इति द्वितीयान्तं पदं. पठधातुः सकर्मकः अस्ति इति कृत्वा तस्मिन् वाक्ये संस्कृतपाठम् इति कर्मपदं भवति. कर्तरिप्रयोगे वाक्येषु प्रथमान्तं पदं कर्तृपदं भवति, द्वितीयान्तं पदं कर्मपदं भवति. कारकविभक्तिः इति वदामः. द्वितीयाविभक्तेः प्रसङ्गे केचन अभ्यासाः परिशीलिताः, इतोपि अभ्यासाः सन्ति. द्वितीयाविभक्तेः प्रसङ्गे अंशद्वयं वर्तते, कारकद्वितीया, उपपदद्वितीया. इदानीं वयं कारकद्वितीयाविभक्तेः प्रसङ्गे पठन्तः स्मः. कारकद्वितीयाविभक्तिः, उपपदद्वितीयाविभक्तिः इति अंशद्वयमस्ति. यत्र कुत्रापि द्वयोर्मध्ये सङ्घर्षः भवति चेत् कारकविभक्तिः बलीयसि, इत्युक्ते उपपदविभक्तेः अपेक्षया कारकविभक्तिः सर्वदा बलीयसि इति स्मर्तव्यः अंशः. द्वितीयाविभक्तेः प्रयोगेण कर्मपदम् उच्यते. द्वितीयाविभक्तेः प्रयोगेण कर्मपदम् उक्तमस्ति. यत्र कुत्रापि क्रियायाः विषये किं करोति इति प्रश्नः उदेति चेत् सः किं करोति, किं पठति, किं खादति, किं पश्यति इत्यादीनां प्रश्नानाम् उत्तराणि दातुमिच्छामश्चेत् तेषाम् उत्तरं कर्मपदेन दीयते. इत्युक्ते कर्मपदम् उपयुज्य तस्य उत्तरं दीयते. किं पठति? ग्रन्थं पठति. तत्र ग्रन्थः इति प्रथमान्तं पदं, किन्तु किं वक्तव्यं? ग्रन्थं पठति. फलं खादति, चित्रं पश्यति इत्यादिषु वाक्येषु कर्मपदानि सन्ति. धातुः सकर्मकः धातुः अस्ति चेदेव कर्मपदं सिद्ध्यति. कर्मसंज्ञासूत्रमस्ति. कर्मसंज्ञासूत्रं किं? कर्तुरीप्सिततमं कर्म इति पाणिनेः सूत्रमस्ति. कर्तुरीप्सिततमं कर्म. केन सूत्रेण वाक्येषु कर्मपदं सम्भवति? अनभिहिते कर्मणि द्वितीया इति सूत्रेण कर्मपदं सिद्ध्यति. धातुः सकर्मकः अस्ति चेदेव तस्मिन् वाक्ये कर्मपदं सम्भवति. धातवः त्रिधा विभज्यन्ते, सकर्मकाः, अकर्मकाः, द्विकर्मकाः. अकर्मकः इति समस्तपदमस्ति. अकर्मकः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. अकर्मकः धातुः. अकर्मकः इति कथनेन विग्रहवाक्यं किं वक्तव्यं? न विद्यते कर्म येषां ते. न विद्यते कर्म येषां ते. अकर्मकाः इति पदस्य विग्रहवाक्यम्. अकर्मकाः के? धातवः. इत्युक्ते धातुः कीदृशः? अकर्मकः. तस्मिन् पदे बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति. अत्र धातोः विशेषणम् अकर्मकः अथवा सकर्मकः अथवा द्विकर्मकः. धातुः कीदृशः? धातुः एवं रीत्या त्रिधा सम्भवति, सकर्मकः, अकर्मकः, द्विकर्मकः. पठ् धातुः, लिख् धातुः, दृश् धातुः एते सकर्मकाः. स्था धातुः, हस् धातुः, रुद् धातुः एते धातवः अकर्मकाः. क्रीड् धातुः अपि अकर्मकः एव. क्रीड्, रुद्, स्था धातुः, हस् धातुः एते धातवः अकर्मकाः. पूर्वं बहु किमपि पठितवन्तः, केवलं पुनःस्मरणार्थं वदन्ती अस्मि. द्विकर्मकाः धातवः अपि सन्ति. षोडश द्विकर्मकधातवः सन्ति. द्विकर्मकवाक्येषु सर्वदा कर्मपदद्वयं सम्भवति. प्रधानकर्मपदम् अथवा मुख्यकर्मपदम् एकमस्ति, अपि च गौणकर्मपदम् अथवा अप्रधानकर्मपदम् इति द्वितीयम् अस्ति. द्विकर्मकवाक्येषु अप्रधानकर्मपदं प्रधानकर्मपदम् एवं रीत्या कर्मपदद्वयं सम्भवति. उदाहरणार्थम् एकं वाक्यं वदामि. माता तण्डुलान् ओदनं पचति. माता तण्डुलान् ओदनं पचति इति वाक्यमस्ति. तस्मिन् वाक्ये कर्मपदद्वयमस्ति. तण्डुलान् ओदनम् इति कर्मपदद्वयमस्ति. ओदनं पचति, तत्र ओदनम् इति प्रधानकर्मपदं, तण्डुलान् इति अप्रधानकर्मपदम् अथवा गौणकर्मपदम्. द्विकर्मकवाक्येषु एवं रीत्या कर्मपदद्वयं सम्भवति. षोडश द्विकर्मकधातवः सन्ति. प्राच्यधातुः अपि द्विकर्मकधातुः एव. प्राच्यधातोः प्रसङ्गे एकं वाक्यं वदामि. सः माणवकं पन्थानं पृच्छति. सः माणवकं पन्थानं पृच्छति. तत्र माणवकम् इति एकं कर्मपदं, पन्थानम् अन्यत् कर्मपदमस्ति. तत्र प्रश्नद्वयं किं भवति? कं पृच्छति, किं पृच्छति. तत्र पन्थानम् इति प्रधानकर्मपदमस्ति, माणवकम् इति अप्रधानकर्मपदम् अथवा गौणकर्मपदम्. आहत्या द्वितीयाविभक्तेः प्रसङ्गे कारकद्वितीयाविभक्तिः अस्ति, उपपदद्वितीयाविभक्तिः अपि अस्ति. इदानीं पर्यन्तं वयं कारकद्वितीयाविभक्तेः प्रसङ्गे पठन्तः स्मः. भवन्तः सर्वे इदानीं 3+1 पुटं पश्यन्तु, 103 पेज् पश्यन्तु. पञ्चमम् अभ्यासं वयं समापितवन्तः. अद्य षष्ठः अभ्यासः अवलोकनीयः, षष्ठः अभ्यासः द्रष्टव्यः अथवा चर्चनीयः, पठनीयः, करणीयः, चिन्तनीयः. षष्ठम् अभ्यासं पश्यन्तु. यथोदाहरणं रिक्तस्थानानि पूरयत इति लिखितम् अस्ति. भूमा भगिनी, अत्र किं लिखितं? भवत्याः अवगमनं किम्? सर्वनामपदानि प्रथमाविभक्तौ विभक्ति द्वितीयाविभक्तौ च दत्तानि. एकवारं पठतु. सः प्रथमाविभक्ति, तं द्वितीयाविभक्ति, तत् प्रातिपदिकं, तत् पुल्लिङ्गे अस्ति. सः सर्वनामपदं, सः प्रथमाविभक्ति, सः तौ ते द्वितीयाविभक्ति, सः तौ तं ते तान् द्वितीयाविभक्ति, तं तौ तान्, तं तौ तान्. अग्रे करोतु. स्त्रीलिङ्गे अस्ति. सा सा तां द्वितीयाविभक्ति, सा ते ताः, तां ते ताः. अत्र प्रातिपदिकं किम्? तदेव स्त्रीलिङ्गे अस्ति. अग्रे करोतु. कौ, कौ प्रथमाविभक्ति द्विवचने अस्ति. कौ द्वितीयाविभक्ति अपि कौ एव, समानमेव. उत्तमं. लिङ्गं कथं जानीमः? पुल्लिङ्गे अस्ति. कः, कौ, कम्, कम्, कौ, कान्. पुनः एकवारं पुंलिङ्गरूपाणि वदतु. कः, कौ, के, कः, के, के, ओ, कः, कौ, के, कं, कौ, कान्. स्त्रीलिङ्गे वदतु. का, के, काः, कां, के, काः. नपुंसकलिङ्गे किं? कं, किं, किं, किं, किं, किं, के, कानि, किं, के, कानि. उत्तमं भगिनी, एवमेव. तानि वदतु. तानि, तत् ते तानि, तं ते तानि, तत्ते तानि, तत्ते तानि, तत्ते तानि, समानमेव. नपुंसकलिङ्गे द्विविभक्तौ रूपाणि समानमेव. तदेव, तत्ते तानि, तत्ते तानि. एतावत्पर्यन्तं प्रथमपुरुषकर्तृपदानि परिचितानि कर्तृपदानि अत्र लिखितानि. उत्तमपुरुषकर्तृपदम् अहं वदतु. अहं प्रथमविभक्ति अहम् आवां वयं. द्वितीयविभक्ति माम् आवां नौ अस्मान् नः. रूपद्वयमस्ति द्वितीयविभक्ते. रूपद्वयमस्ति अत्र प्रातिपदिकम् अस्मद् अत्र प्रथमाविभक्ति एकवचनरूपम् अहम् अस्ति. अहम् आवां वयं माम् आवाम् अस्मान्. अग्रे भवत्यः वदतु. भवतु शब्दः स्त्रीलिङ्गे अस्ति. भवत्यः बहुवचने अस्ति. भवती भवत्यौ भवत्यः नदी शब्दवत् अस्ति. भवती भवत्यौ भवत्यः भवतीं भवत्यौ भवत्यः भवती भवतीः नदीः भवती. पुनः वदतु. भवती भवत्यौ भवत्यः भवतीं भवतीं भवतीं भवत्यौ भवतीः. उत्तमम्. तावदेव. अत्र प्रातिपदिकमस्ति भवती. स्त्रीलिङ्गे प्रातिपदिकं तु भवती एव. पुंलिङ्गे प्रातिपदिकं भवत्. प्रथमाविभक्ति एकवचनरूपं भवान्. भवान् शब्दस्य रूपाणि एकवारं वदतु, स्मारयतु. भवन्तौ भवन्तः भवन्तं भवन्तौ भवान् भवान् भवन्तं भवन्तौ भवतः भवतः भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः. युवाम् इति पदं दत्तमस्ति. कीदृशं पदम्? युवां युवां द्विवचने अस्ति. त्वं युवां यूयं त्वां युवां युष्मान्. उत्तमं. युष्मत् शब्दः द्विवचनरूपं दत्तमस्ति. प्रथमाविभक्तौ द्वितीयविभक्तौ रूपं समानमेव. त्वं युवां यूयं त्वां युवां युष्मान्. अत्र ते इति पदं दत्तमस्ति, तस्मिन् प्रसङ्गे वदतु. ते स्त्रीलिङ्गे अस्ति. ते सा ते ताः तां ते ताः. वचनं किं? वचने ते द्विवचनम् अस्ति. ते इति पदं पुंलिङ्गे अपि आयाति इति कृत्वा अत्र आवरणे स्त्री इति दत्तम्. सः तौ ते सः तौ ते अस्ति पुल्लिङ्गे. स्पष्टीकरणार्थम् आवरणे स्त्री इति दत्तमस्ति. ते इति पदं स्त्रीलिङ्गे आयाति, पुंलिङ्गे आयाति, नपुंसकलिङ्गे अपि आयाति. सा ते ताः तां ते ताः इति स्त्रीलिङ्गे रूपाणि भवन्ति. तत्ते तानि तत्ते तानि ते इति नपुंसकलिङ्गे अपि आयाति. पुंलिङ्गे बहुवचने अग्रे करोतु. त्वं प्रथमाविभक्ति युष्मत् शब्दः. त्वं युवां यूयं त्वां युवां युष्मान् युष्मत् शब्दः एव. एषा एते एताः एतां एते एताः स्त्रीलिङ्गे. यूयं युष्मत् शब्दमेव. त्वं युवां यूयं त्वां युवां युष्मान्. ते पुल्लिङ्गे अस्ति. सः तौ ते बहुवचने अस्ति. सः तौ ते तं तौ तान् पुंलिङ्गे रूपाणि भवन्ति. एवं रीत्या अस्माकं विषयः तु द्वितीयाविभक्तिः. एतदर्थं द्वितीयाविभक्तेः पर्यन्तं रूपाणि अस्माभिः ज्ञातव्यानि. तदर्थम् इदं कोष्ठकं दत्तमस्ति. साधु भगिनी उत्तमरीत्या उक्तवती. अत्र सूचनां परिशीलयामश्चेत् यथोदाहरणं रिक्तस्थानानि पूरयत इति लिखितमस्ति. रिक्त इति पदं क्ठाप्रत्ययान्तरूपं. रिक्तं स्थानं स्थानम् इति स्थाधातोः रूपं. स्थाधातुतः ल्युट् प्रत्ययस्य योजनेन निर्मितं पदं स्थानं. रिक्तं स्थानं द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. कर्मधारयसमासः अस्ति. रिक्त इति क्तान्तरूपम् अस्ति. रिचिर् इति एकः धातुः अस्ति. इरः इति संज्ञावाच्या इति इर् इत्यस्य इति संज्ञा भवति. तेन लौकिकधातुः रिच् अस्ति. रिच् धातुतः रिक्त इति क्तान्तरूपं सिद्ध्यति. चोहकुः इति सूत्रेण चकारस्य स्थाने ककारः आगतः. एवं रिक्त इति क्तान्तरूपम् अस्ति. पूरयत वदतु. पूरी धातु धातयः अस्ति. पूरयत लोट्लकारे मध्यमपुरुषे बहुवचने अस्ति. लोट्लकार मध्यमपुरुष बहुवचनरूपं दत्तमस्ति. साधु भगिनी उत्तमम्. अग्रे सप्तमः अभ्यासः अस्ति. इदानीं गोमती भगिनी भवती वदतु. सप्तमबिन्दुः कोष्टकस्थां सङ्ख्यायां दृष्ट्वा वाक्येषु द्वितीयविभक्तिं योजयत. अत्र कोष्टकस्थाम् अत्र कोष्टकस्थाम् इति द्वितीयविभक्ति एकवचनरूपं. कोष्टकस्थ इति अकारान्तपदं. कोष्टके स्थिताम् इति अर्थः भवति. सङ्ख्यां सङ्ख्या मीन्स् क्रमाङ्कः नम्बर्. सङ्ख्या इति आकारान्त स्त्रीलिङ्गशब्दः. तत्रापि द्वितीयविभक्ति प्रथम एकवचनं. द्वितीयविभक्ति एकवचनं सङ्ख्या. कोष्टकस्थां सङ्ख्या कोष्टकस्थां सङ्ख्यां दृष्ट्वा वा दृष्ट्वा दट् इस् दृश्यधातोः त्वा योजयित्वा दृष्ट्वा इति अव्ययपदम्. अत्र वाक्येषु वाक्य इति अकारान्त नपुंसकलिङ्गं. वाक्यम् इति प्रथमाविभक्ति एकवचनम्. अत्र वाक्येषु इति सप्तमी विभक्ति बहुवचनं. द्वितीया विभक्तिं द्वितीया विभक्तिः इति स्त्रीलिङ्गपदमस्ति. अत्र द्वितीयविभक्तिरूपम् एव दत्तं. द्वितीयया एतौ पदमुक्तं सोरि द्वितीयविभक्तिम् इति. योजयत योजयत इति युज् धातुः लोट् रूपं मध्यमपुरुष बहुवचनं. युज् धातुः चुरादिगणे अस्ति. संयमने इत्यर्थे अस्ति. तत् उभयपति धातुः अस्ति. सो योजयतु योजयतात् योजयतां योजयन्तु योजय योजयतं योजयत योजयानि योजया वा योजयाम इति लोट् रूपाणि युज् धातोः परस्मैपदि रूपाणि लोट्लकारे. भगिनी अत्र संयमने इत्यस्मिन् अर्थे अस्ति वा? युज् धातोः बहुषु गणेषु अस्ति. यथा भवत्या उक्तं चुरादिगणे अपि अस्ति एव. किन्तु युज् धातुः संयमने इत्यस्मिन् अर्थे स्वीकर्तव्यं वा नो चेत् योगे युनैट् टु अप्लै इत्यस्मिन् अर्थे? मम चिन्तनम् अस्ति णिजन्तरूपं स्वीकर्तव्यम्. अत्र युज् धातोः संयमने इति पाणिनिना दत्तं. मम पुस्तके योजयति इति अपि अर्थं दत्तमस्ति. एकत्री भवनं योजनं दानम् एण्ड् रेडि प्रिपेर् इत्यर्थे सुचुरादिगणीयधातोः अर्थं दत्तम्. अतः अहं युज संयमने इति वदामि. युज योगे looks Ma- correct bagini, that also is correct. Yuj yoge and it is prerenarthe mich bhavati hello prerenarthe. Mama chintanam asti samyamane iti kadhanena to restrain to control ityasmin arthe samyamanam rudhadigane yuj yoge iti ekah dhatuh asti tasya nijanta rupam svikartavyam iti mama chintanam. Bhavani may be correct. Yuj dhatu divadigane asti anantaram रुधादिगणे अस्ति. अतः योजति युज्यते युनक्ति योजयति इति लट् रूपाणि भवन्ति. युज् योगे परस्मैपदिधातुः भादिगणीयधातुः इति स्वीकुर्मः चेत् युज् योग णिच् योग शप्योग योजयति भवति. अस्तु भगिनि इदं पदं तु णिजन्तरूपमेव इति स्वीकर्तव्यं. किन्तु धातुः बहुषु गणेषु अस्ति इति स्मर्तव्यः अंशः. अग्रे पठतु. कोष्टके दत्तं पदानि सर्वाणि पठामि भगिनि. प्रथमं वाक्यं स्वीकृत्य प्रथमं वाक्यं युवकः भवन्तं प्रेषयति उदाहरणरूपेण प्रथमवाक्यं दत्तमस्ति. अत्र युवकः युवकः इति युवन् इति प्रातिपदिकम् इति चिन्तयामि भगिनि, युवन् प्रातिपदिकस्य युवकः युवक इति रूपं भवति प्रथमाविभक्ति एकवचनं युवकः. भवन्तं भवन्तम् इति भवत् शब्दस्य पुल्लिङ्ग द्वितीयाविभक्ति एकवचनं भवन्तं. प्रेषयति इति क्रियापदम्. अत्र प्रेषयति इति सकर्मकधातु, कर्मः भवति भवन्तं, भवन्तं प्रेषयति. सकर्मक कर्तरिप्रयोगे युवकः भवन्तं प्रेषयति इति वाक्यं. प्रेषयति इति प्रेषधातुः, प्रष्टृ गतौ भादिगणीयधातुः, आत्मनेपदी अस्ति. सकर्मकं प्रेष प्रेषते इति लट् रूपस्य प्रथमपुरुषरूपम्. अत्र प्रेषयति इति अपि निजन्तरूपम् इति चिन्तयामि भगिनि. प्रेषयोग णिच् योग प्रेषी भवति, प्रेषीयोगः शप्, अनन्तरं तिप् प्रेषयति इति रूपम्. प्रेषु तु भादिगणीयधातुः अस्ति, अतः एतत् निजन्तरूपं भवति. अतो युवकः भवन्तं प्रेषयति इति उदाहरणेन दत्तम्. अत्र कोष्टके प्रथम क्रमाङ्कः भवान् इति, तत् तस्य द्वितीयविभक्तिरूपं स्वीकृत्य वाक्यं दत्तमस्ति. द्वितीयवाक्यं पठामि, पठतु. माला आह्वयति इति, माता आह्वयति इति. सो माता माता किं कां कम् आह्वयति? माता भवतीम् आह्वयति. अत्र दत्तमस्ति द्वितीय, माता भवतीम् आह्वयति. भवती इति दत्तं, तस्य द्वितीयविभक्तिरूपं भवतीं. सो भवती इति यदा भगिनी उक्तवती अर्लिय, भवती भवत्यौ भवत्यः भवतीं भवत्यौ भवतीः इति रूपाणि. अत्र भवतीं माता भवतीम् आह्वयति. आह्वयति सकर्मकधातु, ह्वे इति ह्वेन्य इति धातुः, भादिगणीयधातुः, नकारः इत् भूत्वा गच्छ अपगच्छति. ह्वे इति तिष्ठति. आ इति उपसर्गपूर्वक ह्वे धातु, अनन्तरं तिप् तिप् आ. अत्र ह्वे योग तिप्, ह्वे इत्यस्य सन्धिकार्यं भवति. एचु अयवायावः इति आ ह्वय अति शक् तिप् आह्वयति इति रूपं भवति. तत्र सन्धिकार्यमेवं भवति, एवमेव भवति आह्वयति इति. सो का आह्वयति? माता. माता इति कर्ता, सकर्मकधातुः अस्ति, अतः भवतीम् इति द्वितीयविभक्तिं कर्मपदं दत्तमस्ति. माता भवतीम् आह्वयति इति. माता ऋकारान्तस्त्रीलिङ्गपदं, मातृ इति प्रातिपदिकं. माता मातरौ मातरः मातरं मातरौ मातृ इति रूपाणि द्वितीय क्रमाङ्कः. तदेव भगिनि, साधु एव. स्मर्तव्यः अंशः कः? आह्वयति इति भगिन्या यथा उक्तं, ह्वे धातुः, ह्वे धातुतः ह्वयति, तत्र यचोयवायावः इति सन्धिसूत्रं कार्यं करोति. तेन अय आदेशः भवति इति कृत्वा ह्वयति इति रूपं सिद्ध्यति. तृतीयं वाक्यं करोतु. तृतीयवाक्यं, बालकाः तानि पुस्तकानि क्रीणन्ति. ओ बालकाः कर्ता, क्रीणन्ति इति क्रिया. बालकाः, बालक इति अकारान्त पुल्लिङ्गपदस्य बहुवचन प्रथमाविभक्तिरूपं. बालकाः तानि, तानि इति पुस्तकानि, तानि पुस्तकानि, तानि नपुंसकलिङ्गं, तद् तद् तद् शब्द बकारान्त, तद् शब्द प्रातिपदिकं. तत् ते, तत् ते तानि तत् ते तानि इति रूपाणि प्रथमद्वितीया विभक्तौ पुस्तकानि पुस्तक इति अकारान्तप्रातिपदिकं प्रथमा विभक्ति पुस्तकं पुस्तके पुस्तकानि पुस्तकं पुस्तके पुस्तकानि इति द्वितीया विभक्ति आल्सो क्रीणन्ति क्रीणन्ति इति दुक्रीण् इति क्रयादिगणीयधातुः उभयपति अस्ति सकर्मकधातुः अस्ति तत्र क्री इति द्रव्यविनिमये इति अर्थं भवति क्रीणन्ति इति क्रीणाति क्रीणीतः क्रीणन्ति इति श्ला इति विकरणप्रत्ययः भवति क्रीयोग श्नायोग ति क्रीणाति इति भवति क्रीणीतः क्रीणन्ति क्रीणासि क्रीणीतः क्रीणीत क्रीणामि क्रीणावः क्रीणामः इति रूपाणि क्रीणामि क्रीणीवः क्रीणीमः क्रीणीमः वा ओहो सोरि क्रीणाति क्रीणीतः क्रीणन्ति क्रीणामि क्रीणीवः क्रीणीमः भिन्नसूत्राणि सन्ति इति कृत्वा तत्र रूपाणि एवं भवन्ति साधु भगिनी साधु उक्तवती धन्यवादाः इदानीं शोभा भगिनी भवती करोतु चतुर्थः अस्ति कपयः तत्र चतुर्थपदम् अस्ति सर्वाणि इति सर्वाणि इति प्रथमविभक्तौ तस्य द्वितीयविभक्ति यतोहि नपुंसकलिङ्गम् अस्ति इति कृत्वा समानमेव सर्वाणि एव भवति तत्र कपयः बहुवचने सर्वाणि फलानि खादन्ति तत्र सर्वं सर्वे सर्वाणि पुनः सर्वं सर्वे सर्वाणि इति फलानि खादन्ति खाद् इति धातुः बहुवचने खादन्ति इति भवति अपि च वादिगणीयधातुः अग्रिमं करोमि वा अन्यत् किमपि कपयः रूपाणि वदतु कपिः कपिः इति पुंलिङ्गे हरिः शब्दवत् भवति कपिः हरिः हरिः हरिहरयः हरिः हरिहरयः हा अतः कपिः कपि कपयः इति प्रथमविभक्तो भवति तत्र हरिं हरि हरिं भवति अतः तत्र कपिं कपि कपीन् इति द्वितीयविभक्ति भवति कपयः खादन्ति द्वयोर्मध्ये सम्बन्धः कः कपयः खादन्ति तत्र कर्तृक्रियापदस्य सम्बन्धः खादन्ति इति प्रथमतया क्रियापदं स्वीकुर्मः चेत् के खादन्ति इति भवति तस्य उत्तरं कपयः खादन्ति इति कर्तृपदम् अनुसृत्य कर्तरिवाक्ये क्रियापदं भवति तदनन्तरं किं खादन्ति इति चेत् फलानि खादन्ति अपि च विशेषणं सर्वाणि इति भवति कीदृशानि फलानि इत्युक्ते सर्वाणि फलानि खादन्ति इति उत्तमं किं खादन्ति इति साधु कानि खादन्ति इति अपि साधु किम् इति सामान्यरूपं कानि इत्यस्य अथवा कं काम् इत्यस्य स्थले स्थापयितुं शक्नुमः यदि न जानीमः चेत् किन्तु हा यथा भवती उक्तवती कानि खादन्ति इति तत्र सम्यक् भवति खादन्ति रूपाणि एकवारं स्मारयतु खाद् खाद् धातुः खादति खादतः खादन्ति इति प्रथमपुरुषे अपि च त्वं खाद खाद तत्र किं भवति त्वं पठा पठत् पश्यतु अत्र लट्लकाररूपाणि वक्तव्यानि खाद इति कथनेन लोट्लकाररूपं सम्भवति अत्र खादति खादतः खादन्ति खादसि वदतु खादसि क्षणतां खादसि हा तत्र खादति खादतः खादन्ति खादसि खादतः खादतः खादामि खादावः खादामः उत्तमम् अग्रिमं वाक्यम् अग्रे अहं तत्र पञ्चमं भवन्तौ इति दत्तं तत्र भवन्तौ इति द्विवचने भवति भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः तत्र द्वितीया द्विवचने द्वितीया समानरूपं प्रथमम् अपि द्वितीया अतः तत्र अहं भवन्तौ एव भवति अहं भवन्तौ न विस्मरामि तत्र अहं भवन्तौ अस्तु तत्र उक्तं विस्मरामि इत्यस्य स्म इति धातुः ऋकारान्तधातुः अतः तत्र वि उपसर्गपूर्वकः पदं दत्तं स्मृ इत्यस्य गुणः भूत्वा ऋकारस्य अर् भवति स्मर् इति भवति तदनन्तरम् उत्तमपुरुषे एकवचने स्मरामि इति भवति वि योजनेन विस्मरामि इति विस्मरामि इति न स्मरामि इति अर्थे भवति उत्तमम् अत्र स्मरामि विस्मरामि द्वयोर्मध्ये भेदः अस्ति खलु आम् आम् विपरीतार्थः स्मृधातुः स्मृधातोः रूपमेव स्मरामि स्मरति स्मरतः स्मरन्ति स्मरसि स्मरथः स्मरथ स्मरामि स्मरावः स्मरामः इति रूपाणि अग्रे करोतु षष्ठः षष्ठः वाक्यं कथं वक्तव्यं षष्ठं वाक्यं षष्ठं वाक्यमेव धन्यवादः षष्ठं वाक्यं तत्र किं दत्तमस्ति कोष्टके का इति दत्तमस्ति एषः का इति स्त्रीलिङ्गे एकवचने प्रथमविभक्ति का लतावत् का के काः कां के काः अतः तत्र का इत्यस्य काम् इति भवति द्वितीयविभक्ति एषः काम् अवदत् इति तत्र किम् एषः इत्यस्य तद् इति प्रातिपदिकं काम् इत्यस्य किम् अपि च अवदत् इति लङ्लकारे अस्ति वद् इति धातुः वदति इत्यस्य लङ् रूप वदत् वदत् हा वदति इत्यस्य लङ् रूपम् अवदत् इति भवति अपि च तदेव अस्माभिः लङ् रूपाणि अपि ज्ञातव्यानि चिन्ता मास्तु अवदत् अवदताम् अवदन् एवं रीत्या नवरूपाणि ज्ञातव्यानि लङ् लकाररूपं दत्तम् अस्ति लङ् लकारे लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण आदौ अट् आगमः भवति इति कृत्वा अकारः धातोः पूर्वम् आयाति इति कृत्वा लङ् रूपम् अवदत् सप्तमं वाक्यं सप्तमं कवयः तत्र सप्तमं के इति दत्तं पुंलिङ्गे तत्र कः कौ के इति भवति पुंलिङ्गे अस्ति इति कृत्वा के इति बहुवचने भवति तत्र कवयः के इत्यस्य द्वितीयविभक्तौ बहुवचने कान् इति भवति कः कौ के अपि च कं के कः कौ के कं कौ कान् इति भवति कवयः कान् ग्रन्थान् इच्छन्ति इति तत्र ग्रन्थः इति कवयः इति कविः इति पुनः हरिः शब्दवत् हरिः हरिहरयः कविः कवि कवयः प्रथमविभक्तौ ग्रन्थान् इति द्वितीयविभक्तौ बहुवचने ग्रन्थः इति पुंलिङ्गे ग्रन्थः ग्रन्थौ सहतौ ते ग्रन्थः ग्रन्थौ ग्रन्थाः रामः रामौ रामः ग्रन्थः ग्रन्थौ ग्रन्थाः ग्रन्थं ग्रन्थौ ग्रन्थान् इति भवति अपि च इच्छन्ति इति तत्र इष् इति धातुः तत्र इषुगमियमां छः इति सूत्रेण मूर्धन्यषकारस्य स्थाने छकारः महाप्राणछकारः तत्र अन्यत् किमपि अस्ति इष् इति प्रथमं छेच इत्यनेन हा छेच इति सूत्रमपि अस्ति तत्र अतः तत्र प्रथमं अल्पप्राणचकारः अपि दृश्यते इष् धातुः अस्ति इषु गमयमां छः इति सूत्रेण छकारादेशः अनन्तरं छेच तस्मात् परं स्चुत्वमपि भवति अन्ततो गत्वा रूपम् इच्छति कवयः इच्छन्ति अग्रे करोतु देवः तत्र देवः वयम् इति अस्ति, अहम् आवां वयम् इति उत्तमपुरुषे, अतः तत्र अहम् इत्यस्य तत्र माम् अपि च माम् आवाम् अस्मान् इति भवति, तत्र वयम् इति अस्ति इति कृत्वा देवः अस्मान् रक्षति इति भवति। तत्र किं तत्र अहम् इति अस्मद् प्रातिपदिकम्, अपि च रक्षति इति रक्ष इति धातुः, तत्र रक्षति इति प्रथमपुरुषे एकवचने दत्तं रक्षति इति, तत्र किमपि विशेषं नास्ति रक्षति इत्यस्य, शप्योगः तिङ् प्रत्ययः योजनेन रक्षति इति रूपं भवति, रक्षणे इति अर्थे, रक्षणे इति देवः अस्मान् रक्षति, रक्षणं करोति, अस्माकं रक्षणं करोति इति। अस्मान् रक्षति वाक्यं साधु, नो चेत् अस्माकं रक्षणं करोति इत्यपि साधु। तत्र रक्षणम् इति ल्युडन्तपदम् अस्ति खलु, तत्र करोति इति योजयामः चेत् यानि पदानि वयं योजयामः द्वितीयविभक्तौ ते ल्युडन्तपदानि भवन्ति इति किल भगिनि? रक्षति इति पदं योजयित्वा वक्तुमिच्छामश्चेत् अस्मान् रक्षति अथवा युष्मान् रक्षति इति रक्षधातुः सकर्मकधातुः अस्ति इति कृत्वा, किन्तु रक्षति इत्यस्मिन् स्थाने रक्षणं करोति इति वक्तुमिच्छामश्चेत् तत्र अस्माकं रक्षणम् इति वक्तव्यमस्ति। षष्टिविभक्तेः प्रयोगः किमर्थं भवति इति अवगन्तुम् एकं सूत्रमस्ति, तदर्थम् अस्माकं रक्षणं, युष्माकं रक्षणं, तेषां रक्षणम् एवं रीत्या वक्तव्यमस्ति। अग्रे सः तत्र नवमं सर्वः इति, सर्वः इति सः तौ ते इति रूपे भवन्ति विभक्तयः, सर्वः सर्वौ सर्वे इति, तत्र पुंलिङ्गः पुंलिङ्गे दत्तं, त्रिषु लिङ्गेषु भवति सर्वः सर्वौ सर्वे, लता लते लताः, सर्वाः सर्वे सर्वाः, अपि च फलं फले फलानि इति, सर्वं सर्वे सर्वाणि तत्र णत्वम् आगच्छति रेपः अस्ति इति कृत्वा, तत्र सः सर्वः इति पुंलिङ्गस्य द्वितीयविभक्तौ सर्वम् इति भवति। अत्र सर्वम् इति पदं कस्य विशेषणं? गुडम् इत्यस्य खलु, गुडम् इत्यस्य विशेषणं, सर्वं गुडं खादिष्यति। किं खादिष्यति? सर्वं गुडं खादिष्यति, खादिष्यति वदतु। खाद् तत्र पुनः खाद् इति धातुः, भविष्यत्काले खादिष्यति इति भवति, तत्र खाद् योगः स्यति इति प्रत्ययः आगच्छति लृट्लकारे, तदनन्तरं स्यति इत्यस्य स्यति इति प्रत्ययः आगच्छति इति कृत्वा तत्र इट् तत्र सूत्रमस्ति, स्यतासि लृल् ऋटौ ऋटोः इति, तेन तत्र तिप् इत्यस्य स्थाने ति इत्यस्य स्थाने स्यति इति आदेशः। तदनन्तरं भगिनी तत्र स्यति इति अस्ति इति कृत्वा इट् आगमः भवति वा? अत्र स्यति इति सार्वधातुकः नास्ति, आर्धधातुकप्रत्ययः अस्ति इति कृत्वा, आर्धधातुकप्रत्ययः अस्ति इति कृत्वा तत्र इडागमस्य चिन्तनं प्रसक्तिः, अतः इट् इति भवति, अतः तत्र स्यति इत्यस्य इष्यति इति भवति। तदनन्तरम् आदे किं तत्र सूत्रं, क्षम्यतां न स्मरामि, मूर्धन्यषकारः भवति तत्र आदेशप्रत्ययोः, आदेशप्रत्यययोः अस्तु, तेन अन्तिमरूपं तत्र खाद्योगः ऐष्यति, योगः खाद्योगः इष्यति, खादिष्यति इति अन्तिमरूपं निष्पन्नं भवति, सः सर्वं गुडं खादिष्यति। दशमं वाक्यमपि भवती एव करोतु। दशमं तत्र सर्वा इति दत्तम् अस्तु, तत्र सर्वः सर्वा इति स्त्रीलिङ्गे इति अपि भवति. भवान् सर्वा इति तत्र लता लते लह लताः लताम् इति भवति सर्वां. भवान् सर्वां व्यवस्थां करोतु इति भवति प्रथमा एकवचने द्वितीयविभक्तौ सर्वाम् इति. अपि च तत्र भवत् इति शब्दस्य भवान् इति प्रथमा विभक्तौ एकवचने पुंलिङ्गे. सर्वाम् इति तत्र कर्मपदं भवति. व्यवस्था इत्यस्य स्त्रीलिङ्गस्य दीर्घाकारस्त्रीलिङ्गं व्यवस्थाम् इति कर्मपदं भवति तत्र. करोतु तत्र यथा भवती उक्तवती प्रधान प्रधान तत् न न तत्र विशेषणमेव क्षणतां. व्यवस्थां करोतु कां करोतु तत्र काम् अपि किं भवति. कां करोतु इत्युक्ते व्यवस्थां करोतु. किम् इत्युक्ते अथवा सर्वां. व्यवस्था इति पदस्य प्रसङ्गे रूपाणि स्मारयतु. व्यवस्था स्त्रीलिङ्गे अस्ति इति कृत्वा लता लते लताः व्यवस्था व्यवस्थे व्यवस्थाः इति भवति. लतां लते लताः व्यवस्थां व्यवस्थे व्यवस्थाः इति भवति. करोतु वदतु. करोतु इति क्रूधातुः अतः क्रूधातोः तत्र लोट्लकारे करोतु कुरुतां करोतु कुरुतां कुरुतः इति भवति वा. कुर्वन्तु क्षम्यतां हा करोतु कुरुतां कुर्वन्तु. अत्र व्यवस्था इति पदमस्ति खलु, तस्य पदस्य निर्माणं कथं भवति इति पश्यामश्चेत् अत्र वि उपसर्गपूर्वकः अव उपसर्गपूर्वकः स्था धातुतः अङ् प्रत्ययः विहितः भवति इति कृत्वा व्यवस्था इति स्त्रीलिङ्गपदं सिद्ध्यति. स्था धातोः रूपमेव व्यवस्था. अत्र यण् सन्धिः अपि भवति खलु. वियोगः अवस्था अवस्था इति पदं तत्र इकारस्य स्थाने यण् इको एणचि इत्यनेन यण् आदेशः भूत्वा व्यवस्था इति भवति. अवस्था इत्युक्ते स्टेट् आफ् बीयिङ्ग् इति अथवा पर्यायवाचकं पदम् इत्युक्ते अस्ति इति अस्ति इति अर्थे भवति. वि उपसर्गपूर्वकः अव उपसर्गपूर्वकः स्था धातुतः अङ् प्रत्ययः. तत्र एकं सूत्रमस्ति आतश्चोपसर्गे इति सूत्रेण व्यवस्था इति रूपं सिद्ध्यति. श्रद्धा प्रधा उपधा ईदृशानि स्त्रीलिङ्गपदानि आतश्चोपसर्गे इति सूत्रेण निर्मितानि पदानि. आतश्चोपसर्गे इति कथनेन आकारान्तेभ्यः धातुभ्यः अङ् प्रत्ययः विहितः भवति इति अर्थः. आकारान्तेभ्यः धातुभ्यः अत्र स्था धातुः आकारान्तधातुः खलु. आम् आम्. स्था धातोः रूपमेव व्यवस्था. साधु भगिनी उत्तमरीत्या कृतवती. रोहिणी भगिनी भवती वदतु. भगिनी एकादशः कुक्कुरः तोटिके अखादत्. एते स्त्रीलिङ्गे कुक्कुरः एषा एतौ एते एताम् एते एताः सम्यक् कुक्कुरः एताः रोटिके अखादत्. कुक्कुरः कुक्कुरः अकारान्तं पुल्लिङ्गशब्दः प्रथमाव्यक्ति एकवचनं कुक्कुरः डाग् इति अर्थः. रोटिकारूपाणि वदतु. रोटिका रोटिके रोटिकाः आकारान्त स्त्रीलिङ्गशब्दः. रोटिके इति पदस्य विभक्तिः का. रोटिके सर्वे रोटिके अखादत् कर्मपदमस्ति तस्मात् द्वितीयविभक्तौ द्वितीया विभक्ति द्विवचनरूपं दत्तमस्ति. रोटिका रोटिके रोटिकाः रोटिकां रोटिके रोटिकाः इति द्वितीयाविभक्तिरूपाणि. अखादत् वदतु. खाद इति शब्दस्य लट् रूपम् अखादत्. लङ् लकाररूपम् अस्ति, लङ् भूतकालरूपम् अस्ति. रूपाणि कथं भवन्ति इत्युक्ते अखादत्, अखादताम्, अखादन्, अखादः, अखादतम्, अखादत, अखादम्, अखादाव, अखादाम इति रूपाणि सम्भवन्ति. अत्र तु प्रथमपुरुष लङ्लकार एकवचनरूपं दत्तमस्ति. कुक्कुरः अखादत्. किम् अखादत्? रोटिके अखादत्. अग्रे करोतु. जनकः एतौ, जनकः एतौ पालयति, एषः एतौ एते, एषा एते एतौ इति पुल्लिङ्गं द्विवचनं. जनः कः? एषः एतम् एते एतान्. एतत् शब्दस्य रूपाणि पुंलिङ्गे वदतु. एषः एतौ एते एतम् एतौ एतान्. इदानीं वाक्यं पूरयतु. एतौ पालयति. जनकः अकारान्तपुल्लिङ्गशब्दं प्रथमविभक्ति एकवचनं. पालयति इति कर्त अनुसृत्य एकवचने अस्ति पालयति. पालधातुः चुरादिगणे अस्ति. भवती साधु उक्तवती जनकः एतौ पालयति अथवा भवन्तौ पालयति वक्तुं शक्यते. अग्रिमं वाक्यं करोतु. यूयम् एताः सम्यक् जानीत. एषा एते एताः स्त्रीलिङ्गे बहुवचनमस्ति. एताम् एते एताः एव भवति. यूयम् एताः सम्यक् जानीत. यूयं जानीत, द्वयोर्मध्ये सम्बन्धः कः? यूयं युष्मशब्दस्य बहुवचनं, तस्मात् जानी जानासि, जानीत, जानीत. एकवारं स्मारयामि रूपाणि. जानाति, जानीतः, जानन्ति प्रथमपुरुषरूपाणि. जानासि, जानीतः, जानीथ, जानामि, जानीवः, जानीमः. अत्र ज्ञाजनोर्जा इति सूत्रेण जा आदेशः भवति. धातुः तु ज्ञाधातुः, किन्तु अत्र रूपं जानीथ, यूयं जानीथ. अग्रे करोतु. वयं युवा पश्यामः. युवां विष्णुशब्दस्य द्विवचनं. त्वं युवां यूयं, त्वां युवां युष्मान्. वयं अत्र अहम् आवां वयं युवा पश्यामः. एवं रीत्या एव वाक्यं पूरणीयं. वयं अस्मत् शब्दस्य प्रथमाविभक्ति बहुवचनम्. अहम् आवा वयं, वयम् इत्यस्य अनुसृत्य पश्यामः, पश्यामि, पश्यावः, पश्यामः. उत्तमं बहुवचनम्. उत्तमं भगिनी, तदेव. यद्यपि रूपं पश्यामः इति लिखितमस्ति, तथापि अत्र धातुः दृश्यधातुः, अत्र पश्य आदेशः भवति. पश्यामः इति रूपम्. अन्तिमं वाक्यम्. अधिवक्ता यूयं पृच्छति. अधिवक्ता तदापुरुष एकवचनं. पुल्लिङ्गशब्दः अस्ति भगिनि. वक्ता, वक्ता, वक्तारो, रूकारान्तपदमस्ति. तत्र प्रातिपदिकं किं? वक्तृशब्दः. सूर्यकुमारी भगिनी, अस्य वाक्यस्य प्रसङ्गे किञ्चित् वदतु. अधिवक्ता युष्मान् पृच्छति. अधिवक्ता प्रथमपुरुष एकवचनं. प्रथमपुरुष इति वदामः वा? प्रथमविभक्ति. प्रथमाविभक्ति एकवचनं. भेदः अस्ति खलु, प्रथमा विभक्तिः, प्रथमपुरुषः. प्रथमपुरुष इति प्रसङ्गः कुत्र आयाति? क्रियापदानां प्रसङ्गे. क्रियापदानां. किन्तु नामपदानां प्रसङ्गे अथवा सुबन्तानां प्रसङ्गे विभक्तिः इति वक्तव्यम्। अत्र प्रथमा विभक्ति एकवचनरूपम् अधिवक्ता, वदतु अधिवक्ता इत्यस्मिन् प्रसङ्गे। अधि उपसर्गः वक्तृ प्रातिपदिकम्। उत्तमम्। वक्तृ प्रातिपदिकं कथं साधनीयम्? तृच् प्रत्यय। उत्तमम्। वच् धातुतः? वच् धातुतः तृचियोगः योजनेन वक्तृ इति प्रातिपदिकं, ऋकारान्तप्रातिपदिकं, तृच् प्रत्ययस्य योजनेन ऋकारान्तप्रातिपदिकं, क्रूधातुतः कर्तृ इति प्रातिपदिकं, कर्ता इति प्रथमाविभक्ति एकवचनरूपं सिद्ध्यति। एवमेव वच् धातुतः वक्ता इति प्रथमाविभक्तिरूपं, किन्तु प्रातिपदिकं वक्तृ, अधिवक्तृ इति प्रातिपदिकम् अस्ति। यः वक्तुं जानाति, यः वदनावसरे औचित्यं जानाति, यः औचित्यं ज्ञात्वा वदति, सः एव अधिवक्ता। किन्तु साधारणतया अधिवक्ता इत्युक्ते कः? एड्वकेट् इति अर्थः अधिवक्ता इति कथनेन। तृच् प्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति। स्त्रीलिङ्गे किं भवति? अधिवक्त्री इति भवति। तृच् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति। पृच्छति, वदतु। पृच् धातुः सम्प्रसारणकार्यं भूत्वा प्राच् इत्यस्य रूपं पृच्छ् भवति, खलु? अधिवक्ता पृच्छति। किं पृच्छति? युष्मद्शब्दस्य बहुवचन द्वितीय विभक्तिः बहुवचनम्। भवन्तः सर्वे एकवारं भवत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु पश्यन्तु, एवमेव तद् शब्दस्य रूपाणि अपि त्रिषु लिङ्गेषु अस्माभिः ज्ञातव्यानि। पुनःस्मरणार्थम् एकवारं कृपया पश्यन्तु सर्वाणि रूपाणि, भवत् शब्दस्य रूपाणि, तत् शब्दस्य रूपाणि ज्ञातव्यानि। भगिनी भवती एव पठतु। एतानि वाक्यानि पठत। एतानि वाक्यानि नपुंसकलिङ्गबहुवचनं पठत। मध्यमपुरुष लोट्लकार बहुवचनम्। अस्मिन् वाक्ये कर्मपदं किम्? यूयं पठत। न कर्मपदं, कर्मपदं वाक्यानि, वाक्यानि इति कर्मपदम् अस्ति। भगिन्या यदुक्तं यूयं पठत, यूयम् इति कीदृशं पदम्? यूयं कर्तृपदम्, युष्मद्शब्दस्य बहुवचनं। यूयं पठत, यूयं किं पठत? वाक्यानि पठत। अत्र एतानि इति वदतु। एतानि विशेषणं, वाक्यानि विशेष्य। वाक्यानि तस्य रूपाणि वदतु एकवारं। वाक्यं वाक्ये वाक्यानि, वाक्यं वाक्ये वाक्यानि। एतानि रूपाणि वदतु। एतत् एते एतानि, एतत् एते एतानि। अत्र पठत लोट्लकाररूपं खलु? हा भगिनि। उत्तमम्, अग्रे करोतु प्रथमं वाक्यं। भक्तः देवं ध्यायति। भक्तः प्रथमपुरुष एकवचनः, प्रथमाविभक्तिः एकवचनं, देवं द्वितीयविभक्तिः एकवचनं, ध्यायति निजन्तरूपं। न साधारणलट्रूपमेव, अण्यन्तरूपमेव। ध्यायति गोमति भगिनि, ध्यायति इति कथं साधनीयम्? ध्यायि धातु वादिगणीयधातुः, चिन्तायाम् इति अर्थे। क्षय् योगः तिप्, क्षय् योगः शप् योग तिप्, क्षय् योग आयोग ति, तत्र सन्धिकार्यं भवति। एचु अयवायावः इति ध्यय् योग आय् योग आयोग ति, ध्यायति इति रूपम्। उत्तमं। ध्यय् इति धातुः एजन्तधातुः अथवा ऐकारान्तधातुः, गै गै इति धातुतः गायति, ध्यै धातुतः ध्यायति, धातुः एजन्तधातुः अथवा ऐकारान्तधातुः इति वक्तव्यमस्ति. अत्र केवलं सन्धिकार्यं भवति एच् ओयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिः भूत्वा ऐकारस्य स्थाने आय् आदेशः भूत्वा ध्याय् योगः आयोगः ति ध्यायाति इति रूपं भ्वादिगणीयधातुः एव. भक्तः इति कीदृशं पदम्? भुज् धातु भगिनि, भज् भज् धातोः भज्योगः क्ताप्रत्ययः, क्ताप्रत्ययः अस्ति. भक्तः तत्र चोहुकुः इति सूत्रस्य कार्यमस्ति. दिव् धातोः रूपमेव देवः. अग्रिमं वाक्यं करोतु. सः शान्तिम् अवाप्नोति. सः प्रथमविभक्ति एकवचनं, शान्तिं द्वितीय एकवचनम्, अवाप्नोति अवयोगः आप्नोति. साधु, अवयोगः आप् धातुः. आप् धातुः कस्मिन् गणे अस्ति? आप् धातु स्वादिगणे. स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः आयाति. आप्नोति अवयोगः आप्नोति अवाप्नोति सन्धिकार्यं भवति. शान्तिः इति वदतु. शं धातु महोदय भगिनि, शं धातुः, शं धातोः रूपमेव शान्तिः. शं धातुः दिवादिगणे अस्ति. शं धातुः दिवादिगणे अस्ति, तस्य रूपं शाम्यति. किमर्थं शाम्यति इति दीर्घत्वं भवति इत्यपि प्रश्नः अस्ति. तत्र शमामष्टानां दीर्घः श्यनि. श्यनि इति कथनेन श्यन् प्रत्ययः अस्ति खलु दिवादिगणे, दिवादिभ्यः श्यन् इति सूत्रेण श्यन् इति विकरणप्रत्ययः आयाति दिवादिगणे. तदर्थमेव शमामष्टानां दीर्घः श्यनि इति सूत्रेण तत्र शाम्यति इति रूपं सिद्ध्यति. तत्र अष्टधातवः सन्ति. शं धातोः रूपं शाम्यति, दाम्यति, भ्राम्यति, क्षाम्यति, अष्टधातवः सन्ति. एतेषाम् अष्टानां धातूनां प्रसङ्गे दीर्घादेशः भवति इति कृत्वा शाम्यति इति रूपं. शाम्यति इति लट्लकाररूपं, किन्तु अत्र क्तिन् प्रत्ययान्तरूपं दत्तमस्ति. शान्तिः क्तिन् प्रत्ययान्तरूपं. शं धातोः रूपं शान्तिः इति भवितुम् एकं विशिष्टं सूत्रम् आवश्यकम्. अनुनासिकस्य क्विझलोः क्निति इति सूत्रेण उपधादीर्घत्वं भवति. भवती जानाति खलु नश्चापदान्तस्य झलि, अनुस्वारस्य ययि, परसवर्णः, एतत् सूत्रद्वयमपि अत्र कार्यं करोति. शं धातुतः शाम् इति रूपम् आदौ आयाति. शम् इति धातुः, तस्मात् शाम् इति रूपं क्तिन् प्रत्ययस्य योजनेन शाम् इति रूपं भवति. किमर्थं चेत् तत्र अनुनासिकस्य क्वि झलोः क्निति, क्निति इति कथनेन कित् प्रत्यये परे, नित् प्रत्यये परे इति अर्थः. अत्र कित् प्रत्ययः कः? क्तिन् प्रत्ययः. क्तिन् इति कित् प्रत्ययः इति कृत्वा विशिष्टसूत्रेण उपधादीर्घत्वं भूत्वा शं शां भवति. तदनन्तरं सन्धिकार्याणि भवन्ति. रूपं पश्यतु, परसवर्णयुक्तं रूपं दत्तमस्ति. एकवारं विवृणोतु परसवर्णरूपं कथम् आयाति. शाम् इत्यत्र अन्ते मकारः अस्ति. मकारः केन सूत्रेण अनुस्वारः भवति? पदं नास्ति, इदं पदं नास्ति. अपदान्तमकारस्य स्थाने अनुस्वारादेशः नश्चापदान्तस्य झलि सूत्रेण भवति. आदौ मकारस्य स्थाने अनुस्वारादेशः भवति, पश्चात् तस्य अनुस्वारस्य स्थाने परसवर्णादेशः भूत्वा अत्र दन्तिनकारः दत्तमस्ति. एतादृशानि कार्याणि भवन्ति. धातुः तु शम् अस्ति. शम् धातुतः शान्तिः इति रूपम्. अग्रे करोतु भगिनि. मम एकः संशयः अस्ति भगिनि. शं शाम अभवत्, गम गति, तत्र किं सूत्रं कार्यं करोति भगिनि? गम योगक्तिं गति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति. सूत्रस्य आरम्भः कदा? अनु अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति. अस्तु भगिनि, अस्तु. अयं धातुः अपि अनुनासिकान्तधातुः एव. गम् धातुः अपि अनुनासिकान्तधातुः एव, किन्तु गम् धातुतः गतिः, तत्र दीर्घत्वं न भवति. किन्तु शं धातुतः शान्तिः इति रूपं, तत्र दीर्घत्वं भवति विशिष्टसूत्रेण अनुनासिकस्य क्विझलोः क्निति इति सूत्रेण उपधायाः दीर्घत्वं भूत्वा शान्तिः शान्तः शान्तवान् इत्यादीनि रूपाणि भवन्ति किमर्थं चेत् एते प्रत्ययाः कित् प्रत्ययाः क्ता क्तवतु क्तिन् एते प्रत्ययाः कितः सन्ति अग्रे करोतु कंसः साङ्ख्यं योगं च एकं पश्यति सः प्रथमविभक्ति एकवचनं साख्यं साङ्ख्यं साङ्ख्यं साङ्ख्यं द्वितीय एकवचनं योगम् अपि द्वितीय एकवचनं च एकं द्वितीय एकवचनं पश्यति दृष्ट्वा तु प्रथम पश्यति प्रथमविभक्तिः पश्यति इति प्रथमपुरुष एकवचनरूपमस्ति सः किं पश्यति साख्यं योगं च एकं पश्यति सः साङ्ख्यं योगं च एकं पश्यति साङ्ख्यं योगं च तत्र समस्तपदं कृत्वा साङ्ख्ययोगम् इति कथनेन तत्र द्वन्द्वसमासः अस्ति अग्रे करोतु श्रद्धवान् ज्ञानं प्राप्नोति श्रद्धवान् तवतु श्रद्धावान् इति पदं दत्तमस्ति श्रद्धावान् इति पदस्य प्रसङ्गे कोऽपि वक्तुमिच्छति वा अत्र श्रद्धावत् इति प्रातिपदिकमस्ति श्रद्धा इति आकारान्तस्त्रीलिङ्गपदमस्ति मतुप्रत्ययान्तरूपम् इदं पदमस्ति गुणवत् इति प्रातिपदिकात् गुणवान् इति पदं सिद्ध्यति एवमेव यस्मिन् श्रद्धा अस्ति सः श्रद्धावान् श्रद्धावत् इति प्रातिपदिकं प्रथमाविभक्ति एकवचनरूपं श्रद्धावान् स्त्रीलिङ्गे इच्छति चेत् श्रद्धावती इति रूपं वदतु श्रद्धावती गुणवती इव श्रद्धावान् किं प्राप्नोति ज्ञानं प्राप्नोति बहु उत्तमं वाक्यं खलु प्राप्नोति वदतु उपसर्गः आप्नोति क्रियापदं सन्धि कृत्वा प्राप्नोति ज्ञानम् इति कीदृशं पदं ज्ञातुसह ज्ञाधातुतः ल्युट् प्रत्ययस्य योजनेन ज्ञानं पठ् धातोः रूपं पठनं ज्ञाधातोः रूपं ज्ञानं स्थाधातोः रूपं स्थानं खलु धाधातोः रूपं धानं दाधातोः रूपं दानं ज्ञाधातोः रूपं ज्ञानम् एते धातवः आकारान्तधातवः दानं धानं ज्ञानं पानम् इमानि पदानि ल्युडन्तानि अत्र साङ्ख्यं साङ्ख्यमिति केन रचितं केन प्रणीतम् उत्तमम् कपिलमहर्षिणा प्रणीतं साङ्ख्यं कपिलमहर्षिणा लिखितं साङ्ख्यदर्शनशास्त्रम् इति वक्तव्यमस्ति अग्रिमं वाक्यं भगिनी भगिनी श्रद्धा श्रद्धावत् श्रद्धायोगं मतुप् श्रद्धा कथं भवति तत्र प्रत्ययः धातु तत्र श्रत् योगः धा धातोः रूपं जुहोत्यादिगणे दधाति इति रूपम् अस्ति धा धातोः रूपं श्रत् पूर्वकः किन्तु तत्र अन्यानि कार्याणि भवन्ति इति भाति श्रद्धावान् श्रद्धायुक्तः श्रद्धालुः इत्यादीनि भिन्नानि पदानि श्रद्धालुः इत्यस्मिन् पदे आलुच् इति प्रत्ययः अस्ति किन्तु अत्र मतुप् प्रत्ययः अस्ति प्रत्ययस्य नाम मतुप् अस्ति किमर्थं वत् इति रूपम् आगतम् इति अपि प्रश्नः उदेति तदर्थमपि सूत्रमस्ति इति कृत्वा प्रातिपदिकं श्रद्धावत् प्रथमान्तं रूपं श्रद्धावान् अग्रे करोतु किरीति कृष्णम् आह किरीति स्त्रीलिङ्गपदं भगिनि न पुंलिङ्गपदं किरीति अत्र प्रातिपदिकं किं किरीति किरीटिन् ओ नकारान्तपदं किरीटिन् दन्त्यनकारान्तपदमस्ति गुणीशब्दवत् गुणीशब्दस्य प्रातिपदिकं गुणिन् एवमेव किरीटिन् इति प्रातिपदिकमस्ति रूपाणि वदतु किरीटि किरीटिनौ किरीटिनः द्वितीयविभक्ति किरीटिनं किरीटिनौ किरीटिनः अत्र किमर्थम् अणत्वं न भवति निमित्तमस्ति चेदपि अत्र अणत्वं न भवति किमर्थं किरीटिनौ किरीटिनः तत्र किरीटिन् नकारान्तप्रातिपदिकम् उपसर्ग नास्ति मम प्रश्नः पूर्वपदं न न किं वदन्ती अस्मि प्रातिपदिकमस्ति किरीटिन् प्रथमाविभक्ति एकवचनरूपम् अस्ति किरीटि किन्तु बहुवचनरूपं किं भवति किरीटिनः किरीटिनः किरीटिनम् इत्यादिषु रूपेषु अणत्वं न भवति किमर्थम् बाधकवर्णः भवति टवर्गीयव्यञ्जनम् उत्तमं तदेव वदतु अटुकुप् क्षम्यतां सावर्ग ओके किमस्ति रेफात् परं तकारः बाधकवर्णः क्षम्यताम् तवर्गीयव्यञ्जनमस्ति चेत् बाधकवर्णः भवति इति कृत्वा द्वितीयाविभक्ति एकवचनरूपं किरीटिनं किरीटिनं दन्तिनकारयुक्तं रूपमेव भवति भिन्नरीत्या इदमेव वाक्यं वक्तुमिच्छामश्चेत् कृष्णः किरीटिनम् आह कृष्णः किरीटिनम् आह इति वक्तुमिच्छामश्चेत् किरीटिनम् इत्यत्र दन्तिनकारयुक्तं रूपमेव लेखनीयं किमर्थं चेत् नत्वस्य कृते बाधकवर्णः टकारः अस्ति किरीटी कृष्णम् आह आह इति लिखितम् अस्ति वदतु आह लिट्लकारः आह इति प्रसङ्गे अरविन्द महोदय कृपया वदतु रुधातुः पञ्च प्रथमपुरुष एकवचनं द्विवचनं बहुवचनम् एवं मध्यमपुरुष एकवचनं द्विवचनम् आह इति अन्यरूपाणि अपि अस्ति ब्रू धातुतः ब्रू ब्रुवोर् अदेव ब्रुवः पञ्चानाम् आदितः आहो ब्रुवः अत्र रूपं तु ब्रू धातोः रूपमेव किन्तु पञ्चसु स्थलेषु विकल्पेन रूपद्वयं सिध्यति ब्रू धातोः रूपं ब्रवीति ब्रवीति आह इति रूपमपि अस्ति विकल्पेन तत्र रूपद्वयं सिध्यति ब्रुवः पञ्चानाम् आदितः आहो ब्रुवः इति सूत्रेण पञ्चसु स्थलेषु विकल्पेन रूपद्वयं सिध्यति अत्र आह इति रूपं दत्तमस्ति तस्मिन् स्थाने अन्यत् पदं योजयित्वा वक्तुमिच्छामश्चेत् ब्रवीति किरीटी कृष्णं ब्रवीति इति अपि साधु एव ब्रू धातोः रूपं ब्रू धातुः अदादिगणे अस्ति भगिनी भवती एव अग्रिमं करोतु भक्तः सङ्गं त्यजति भक्तः भजदातुः पूर्वमेव चर्चितवन्तः सङ्गं त्यजति सङ्गम् उप नपुंसकलिङ्गपदं भगिनि पुंलिङ्गपदं सङ्गः सङ्गः ओके द्वितीय एकवचनं त्यजति प्रथमपुरुषे एकवचनं सङ्गः इत्युक्ते मेलनम् इति सङ्गः परसवर्णयुक्तं रूपं लेखनीयं त्यज् धातोः रूपं त्यजति त्यज् धातुः भुवादिगणे अस्ति भगिनि भुवादिगणे त्यज् योगः शप् योगः तिप् त्यजति त्यजति त्यज् धातोः रूपमेव त्यागः इति घञ्यन्तरूपमस्ति अग्रे करोतु सः पद्मनाभम् अर्चति सः प्रथमाविभक्ति एकवचनं पद्मनाभं द्वितीय एकवचनम् अर्चति प्रथमपुरुष एकवचनं क्रिया पद्मनाभः शब्दस्य रूपाणि वदतु पद्मनाभः पद्मनाभौ पद्मनाभाः पद्मनाभं पद्मनाभौ पद्मनाभान् अत्र पद्मनाभः इति समस्तपदमस्ति समस्तपदमस्ति विग्रहवाक्यं वक्तुमिच्छति वा यः पद्मं नाभि नाभे अस्ति सः पद्मनाभं विग्रहवाक्यं पद्मं नाभौ यस्य सः पद्मं नाभौ यस्य सः पद्मम् इति नपुंसकलिङ्गपदमस्ति. पद्मं नाभौ यस्य सः इति विग्रहवाक्यं पद्मनाभः. तत्र शेषो बहुव्रीहिः अनेकमन्यपदार्थे, शेषो बहुव्रीहिः अनेकमन्यपदार्थे इति सूत्रद्वयेन बहुव्रीहिसमासः. अन्यत् पदम् अहं दृष्टवती, ऊर्णनाभः. भवती श्रुतवती वा ऊर्णनाभः? ऊर्णनाभः इत्युक्ते ऊर्णे नाभौ यस्य सः. ऊर्णनाभः इत्युक्ते स्पैडर्. किन्तु अत्र पद्मनाभः, पद्मनाभः इत्युक्ते विष्णुः. पद्मं नाभौ यस्य सः इति विग्रहवाक्यम्. अग्रे करोतु. सात्विकः स्वर्गं गच्छति. सात्विकः नूल् प्रत्यय भगिनि. सात्विक इदं पदं तद्धितप्रत्ययान्तपदं. सत्त्व इति पदात् सात्विक इति रूपं सिद्ध्यति. सत्त्वं वयं जानीमः, सत्त्वं रजः तमः इत्यादीनि पदानि वयं जानीमः. स्वर्गः प्रथम एकवचनं, गच्छति प्रथमपुरुषे एकवचनं, क्रियापदं गम् धातु सह, गच्छायाति गच्छयोगः सत् गच्छति. धातुः गम् अस्ति किन्तु गच्छ इति रूपं सिद्ध्यति. इषु गमीयमां छः इति सूत्रेण छकारादेशः भवति इति कृत्वा गम् धातुतः गच्छति. अग्रे करोतु. तामसः नरकं गच्छति. तामसः अपि तद्धितान्तपदं. तमस् इति पदात् तामसः इति पदं सिद्ध्यति. तमोगुणयुक्तः. वदतु. नरकं द्वितीय एकवचनं. तमस् इति प्रातिपदिकात् तामस इति रूपं. तामस इति पदमपि तद्धितप्रत्ययान्तपदमेव. यथा सात्विक, तामस, राजस इमानि पदानि तद्धितान्तपदानि. पश्यतु भगिनी इदं वाक्यं. सात्विकः स्वर्गं गच्छति, तामसः नरकं गच्छति इति वाक्यद्वयं लिखितम् अस्ति. किञ्चित् वदतु. सात्विकः तद्धितान्तपदम् अपि अरविन्दमहोदय कृपया वदतु. सात्विकः स्वर्गं गच्छति, तामसः नरकं गच्छति. एवं रीत्या किमर्थं लिखितं? प्रश्न न अवगतं भगिनि. किमर्थं किमर्थम् इत्युक्ते अस्य अर्थः कः? सात्विकजनाः स्वर्गं गच्छन्ति, तामसाः नरकं गच्छन्ति. कर्मफलानुसारि या सात्विक ते पुण्यकर्माणां फलेन स्वर्गं प्रयान्ति, तदा तामसः अधमकर्माणां फलं भोक्तुं नरकं प्रयान्ति. उत्तमं. गोमती भगिनी कृपया वदतु अस्मिन् प्रसङ्गे. मध्ये तिष्ठन्ति राजसाः. मध्ये तिष्ठन्ति राजसाः. रोहिणी भगिनी इतोपि वदतु. अत्र किं वदनीयं भगिनी? मम अवगमनम् एवमस्ति यत् सत्त्वगुणयुक्ताः जनाः सुखम् अनुभवन्ति. इहलोके अपि सत्त्वगुणयुक्ताः जनाः स्वर्गानुभवं प्राप्नुवन्ति, किन्तु तामसजनाः नरकं प्राप्नुवन्ति. किमर्थं चेत् तमस् इत्युक्ते अन्धकारः. तदर्थं ज्ञानं विना जनाः नरकम् अनुभवन्ति इहलोके अपि. न केवलं मरणात् परम्, इहलोके अपि स्वर्गानुभवं प्राप्तुं सत्त्वगुणम् आवश्यकम् इति मम अवगमनम्. मध्ये तिष्ठन्ति राजसाः, जगन्यगुणवृत्तिस्ताः, अधो गच्छन्ति तामसाः. अधो लोके इति नरकम् इति दत्तम् इति चिन्तयामि. उत्तमं. महोदय भवान् वदतु इतोपि. क्षीणे पुण्ये मर्त्यलोकं विशन्ति. क्षीणे पुण्ये मर्त्यलोकं विशन्ति. मम चिन्तनमस्ति इहलोके अपि सत्त्वगुणम् एव उत्तमं. मया गीतावचनमेव उक्तं. भगवद्गीतायां कृष्णः वदति, क्षीणे पुण्ये मर्त्यलोकं विशन्ति, कदा कदा कामकामान् लभन्ते, क्षीणे पुण्ये मर्त्यलोकं विशन्ति. उत्तमं. तमस् इत्युक्ते अन्धकारः, ज्ञानाभावः ज्ञानं नास्ति चेत् अन्धकारः एव. तदर्थं नरकम् अनुभवन्ति जनाः. यदा ज्ञानं लभ्यते तदर्थमेव उक्तमस्ति खलु, श्रद्धावान् लभते ज्ञानम्, इदमेव वाक्यम् अत्र दत्तमस्ति, श्रद्धावान् ज्ञानं प्राप्नोति, तदर्थं स्वर्गं गच्छति. स्वर्गं गच्छति इत्युक्ते तस्य मनसि सुखं प्राप्नोति इति मम अवगमनमस्ति. शोभा भगिनी किञ्चित् वदतु. आं तदेव भगिनी, तत्र अपि च मम अवगमनमपि यत् भवती उक्तवती एतत् सर्वं मनसि एव भवति इति. किन्तु वयं लोके तु पश्यामः सर्वे सात्विकाः जनाः सुखम् एव न अनुभवन्ति, अपि च सर्वे तामसाः दुःखमेव न अनुभवन्ति. तत्र किञ्चित् विपर्यासः अपि भवति, किमर्थं चेत् कर्मानुसार, यथा भवान् उक्तवान् कर्मानुसारेण फलानि अपि सन्ति तेषाम्. अपि च यथा भवती उक्तवती इह लोके अपि परलोके, परलोके इत्युक्ते तत्र मनसि एव इति अहमपि मन्ये. बीङ्ग् आन् इन् डिफ्रेण्ट् फ्रीक्वेन्सीस् इति, यथा देहः नास्ति. वदतु महोदय. स्वर्गकामो यचेत इति ऋग्वेदवाक्यात् एव तस्य प्रतिष्ठा भवति. स्वर्गकामो यचेत इति विधिसूत्रं, विधिवाचकमस्ति, विधि श्लोकमस्ति ऋग्वेदे इति कृत्वा स्वर्गं गच्छति यः स्वर्गकामः यजनं कृत्वा तस्य कर्म फलं प्राप्य तस्य अनुभवस् इह न भवति. पुण्यकर्मणाम् अनुभवस्थलं स्वर्गं भवति इति वेदे उक्तमस्ति इति कृत्वा गच्छति इति दत्तमस्ति. यदा लक्ष्मीभगिन्या उक्तं स्वर्गसुखम् इति, इह एव अनुभवति चेत् कोऽपि यज्ञं न करोति, तत् निषेधार्थकं स्वर्गकामो यजत इति उक्त्वा विधि निर्दिशति शास्त्रम्. उत्तमं. तत्र भगिनी स्वामी विवेकानन्देन उक्तं तत्र यदा देहः न किं देहः नास्ति तदा तत्र डिफ्रेण्ट् फ्रीक्वेन्सीस् इति उक्तवान्. देहः अस्ति चेत् भूम्याम् इहलोके एतत् सर्वं पश्यामः, अपि च सुखं दुःखम् अस्मिन् लोके स्पियर् अथवा फ्रीक्वेन्सि तत्र अनुभवामः. देहः नास्ति चेत् अन्यत् फ्रीक्वेन्सि, अतः तत्र सर्वम् अत्र एव भवति, किन्तु डिफ्रेण्ट् एक्स्पीरियन्सस्, डिफ्रेण्ट् स्थूल सूक्ष्मशरीर इति अस्ति किल, तत्र स्थूल नास्ति चेत् सूक्ष्मशरीरे अनुभव. पुनरपि जननं पुनरपि मरणम् अस्ति किल, स्वर्गसुखम् अनुभवितुं डिफरेण्ट् शरीरम् आयाति. डिफरेण्ट् शरीरं, किन्तु कुत्रापि वयं न गच्छामः न आगच्छामः, सर्वं यत्र वयं स्मः तत्र एव भवति. किं डिफरेण्ट् देहेषु, डिफरेण्ट् देहेषु इति मम अवगमनमस्ति. योगिनः अथवा साधवः सर्वदा सत्त्वगुणसम्पन्नाः, योगिनः अथवा साधुजनाः सत्त्वगुणसम्पन्नाः, तदर्थं ते जनाः इहलोके अपि स्वर्गम् अनुभवन्ति. ज्ञानेन एतत् सर्वं लभ्यते, ज्ञानेन अस्माकम् अवगमनं जायते मनसि, तदर्थं सुखम् अनुभवितुं शक्नुमः. समदर्शनी दर्शनीयाः सात्विकाः इहलोके अपि स्वर्गं नरकम् इति मरणात् परम् इति तादृशचिन्तनम् अनावश्यकम्. अत्र इहलोके अपि ये जनाः सत्त्वगुणसम्पन्नाः सन्ति ते स्वर्गम् अनुभवितुं शक्नुवन्ति. तामसजनाः नरकं गच्छन्ति इत्युक्ते नरकम् इति एकं स्थानम् अस्ति तत्र गच्छन्ति इति अर्थः तत्र नास्ति. तामसजनाः ज्ञानाभावेन तेषां ज्ञानं नास्ति इति कारणतः नरकम् अनुभवन्ति इहलोके अपि. अग्रे वदतु भगिनि सूर्यकुमारी भगिनि. मम चिन्तनं सात्विकः कष्टमपि सुखमेव स्वीकृत्य सुखम् अनुभवन्ति. तामसः सुखम् अनुभवति अपि नरकमेव अनुभवप्नुवन्ति. तमस् इत्युक्ते ज्ञानाभावः अन्धकारः. भगवद्गीतायाः अवगमनेन बहु किमपि ज्ञातुं शक्नुमः. ज्ञानादेव ति कैवल्यम् इति उक्तमस्ति. ज्ञानात् एव लभ्यते. कैवल्यम् इत्युक्ते केवलस्य भावः. किमर्थम् उक्तमस्ति? यत्र द्वितीयम् एतस्मिन् इतरमन्तरं कुरुते अत तस्य भयं भवति इति शास्त्र उक्तत्वात् द्वितीयदर्शनात् द्वितीया वै भयं भवति इति शास्त्रं बोधयति. तत्र ज्ञानात् एव द्वितीयत्वं नश्यति यत्र इतर इतरं पश्यति. तत् एकत्वम् अनुपश्यत यत्र न अन्यः पश्यति न अन्यः विजानाति न अन्यः शृणोति स एव भूमः. न अल्पे सुखमस्ति भूमैव सुखम् इति तरति शोकम् आत्मवित् इति शास्त्रे उक्तत्वात् नारदं प्रति सनकऋषि वदति चान्दोग्य उपनिषत् श्लोके. तत्र नारदः सर्वविद्या अधीतः किन्तु शोकस्य पारं न तारयितुं शक्यः इति कृत्वा शनकं प्रति गत्वा पृच्छति अधिः भगवो ब्रह्मेति मया श्रुतं तरति शोकम् आत्मवित् तत् कथं भवति इति माम् अधीतो इति. तत्र किञ्चित् अवगतं महोदय. भवान् एकं वाक्यम् उक्तवान् आत्मवित् शोकं तरति. उत्तमं वाक्यम्. आत्मवित् शोकं तरति शास्त्रवित् इव आत्मवित् इति समस्तपदमस्ति तत्र उपपदसमासः इति. शास्त्रवित् इव आत्मवित् यस्मिन् आत्मनः ज्ञानमस्ति सः शोकं तरति आत्मज्ञानेन एव मायां तरति अपि. ब्रह्मविद् ब्रह्मैव भवति तदेव आत्मविद् आत्मैव भवति तत् समानमेव. यथा भवान् उक्तवान् तत्र द्वितीया नास्ति एव इति अनुभवः यदा भवति तदा किमपi न अनुभवामः. किल महोदय तत्र अन्यपश्यति अन्यत्वं न दृश्यते इति कृत्वा केवलत्वमेव दृश्यति. तदा ज्ञानेन एव स भवितुमर्हति न चक्षुना. सुखदुःखभेदः नास्ति. हा तत्र किमपि भेदः न अवशिष्यते यदा ज्ञानं भवति. तत्रैव भेदः नास्ति चेत् किमपि ब्रह्म इति ज्ञानेनैव बोधयति न तु इन्द्रियेण. ज्ञानात् एव तु कैवल्यम्. ज्ञानात् एव कैवल्यं प्राप्यते. अन्तिमं वाक्यं सूर्यकुमारी भगिनी भवती एव पठतु. कविः चन्द्रं पश्यति. कविः इकारान्तपुल्लिङ्गे एकवचनं प्रथमाविभक्तिः. चन्द्रम् अकारान्तपुल्लिङ्ग द्वितीय एकवचनं. पश्यति प्रथमपुरुष क्रियापदं दृष्टातुः. चन्द्रः इति पुंलिङ्गपदमस्ति किन्तु अत्र कर्मपदं चन्द्रम् इति दत्तमस्ति. एकं प्रश्नं पृच्छामि. भक्तः इत्यस्मिन् क्ता प्रत्ययः अस्ति. क्ता इति प्रत्यये किम् अवशिष्यते? क्ता प्रत्यये अवशिष्टभागः कः? प्रत्ययस्य अवशिष्टभागः कः? ता एव. ता इत्यस्य इति संज्ञा अथवा ता इत्यस्य लोपः हलन्त्यं सूत्रेण किमर्थं न भवति? हलन्तं नास्ति तत्र. शोभा भगिनी वदतु. तत्र हलन्त्यम् इति सूत्रं यत् पद् अन्ते हलः अस्ति तादृशं व्यञ्जनं लोपः भवति तस्य, किन्तु तत्र ता इति अकारयुक्तशब्दः, तकारयोगः अकारः, अतः तत्र तस्य सूत्रस्य प्रसक्तिः नास्ति. उत्तमम्. क्टा प्रत्यये तकारस्य लोपः न भवति हलन्त्यं सूत्रेण, किमर्थं चेत् तत्र ककारः इत्संज्ञकः भूत्वा अपगच्छति, किन्तु तकारः तिष्ठति हलन्त्यं सूत्रेण न अपगच्छति. किमर्थं चेत् तत्र अन्तिमहल्वर्णः तकारः नास्ति. खटा इत्यस्मिन् अन्तिमवर्णः अकारः, स्वरवर्णः, न तु व्यञ्जनं. तकारः अन्ते नास्ति इति कृत्वा हलन्त्यं सूत्रेण तस्य अपगमनं न भवति इति. अकारमपि अननुनासिक अस्ति इति कृत्वा न अपगच्छति. इति अननुनासिक इत्संज्ञा भूत्वा अपगच्छति, अतः अननुनासिक इति कृत्वा न गच्छति. साधु महोदय, तदेव. भवान् किञ्चित् वदतु, अष्टम अभ्यासे वाक्यद्वयं पठित्वा समापयामः. रेखाङ्कितपदानाम् आधारेण प्रश्ननिर्माणं कुरुत. रेखाङ्कितपदानाम् इति समस्तपदमस्ति. रेखा इति अण्डर्लैन्, अङ्कित इति कृत्वा यत् पदम् अङ्कितं, रेखाया अङ्कितम् इति कृत्वा रेखाङ्कित इति. तदनन्तरं ते तत्पदः रेखाङ्कितपदः, तस्य षष्टिबहुवचनम् एकाङ्कितपदानाम् आधारेण, आङ् उपसर्गेण किमपि कार्यं कृत्वा आधारः इति भवति. तदनन्तरम् आधारेण इति तृतीय भवति. तदनन्तरं भवती, अहं किञ्चित् वदामि. रेखा इति आकारान्तस्त्रीलिङ्गपदम्, अङ्कित इति पदं क्तान्तपदं, रेखया अङ्कित इति तृतीयतत्पुरुषसमासः. रेखया अङ्कित, रेखाङ्कित इति समस्तपदं, पदम् इति नपुंसकलिङ्गपदं, पदानाम् इति षष्टि बहुवचनरूपमस्ति. इदं समस्तपदं नपुंसकलिङ्गे अस्ति. किमर्थं चेत् अन्तिमं पदं पदम् इति पदम् अस्ति. रेखाङ्कितपदम् इति समस्तपदं, तस्य षष्टि बहुवचनरूपं रेखाङ्कितपदानाम् आधारः आधारेण तृतीयान्तं रूपम् अणत्वं भवति. प्रश्ननिर्माणं प्रच्छिधातोः रूपमेव प्रश्नः. निर्माणम् इति ल्युडन्तपदमस्ति. निर् उपसर्गपूर्वकः, मा धातुतः ल्युट् प्रत्ययस्य योजनेन निर्माणं कुरुत. वदतु. लोट् लकार मध्यमपुरुष बहुवचनम्. उत्तमं. प्रथमं वाक्यं करोतु. दुष्यन्तः शकुन्तलां विस्मरति. प्रश्नः भवति शकुन्तलाम् इति रेखाङ्कितपदमस्ति कृत्वा द्वितीया एकवचनं स्त्रीलिङ्गे भवति किम् इति प्रातिपदिकस्य. दुष्यन्तः कां विस्मरति इति भवति. दुष्यन्तः कः? दुष्यन्तः राजा. शाकुन्तलं कालिदासविरचितकाव्ये एकः राजा. अभिज्ञानशाकुन्तलम्. अभिज्ञानशाकुन्तलम् केन अभिज्ञानम् इति लिखितम्? अभिज्ञानं रिकग्निशन्, अङ्गुलीयकस्य अभिज्ञानेन एव सः. परन्तु भगिनी, ओरिजिनल् स्टोरि महाभारत न? आम्. महाभारते एकः महाराज, भरतस्य पिता दुष्यन्तः अपि च शकुन्तलायाः पुत्रः एव भरतः. शकुन्तला इति पदमस्ति खलु, आकारान्तपदं, लताशब्दवत् रूपाणि वक्तव्यानि. शकुन्तैः लायते इति शकुन्तला, विस्मरति इति अस्माभिः पठितमेव. अग्रिमं वाक्यं भगिनी. शकुन्तैः इत्युक्ते पक्षिणः. तर्हि तत्र शकुन्ताः तान् लालयते. कर्तरीवाक्यं किं भवति? शकुन्ताः तां लालयते, स्त्रीलिङ्गे तां लालयते इति. तां साधु एव. शकुन्ताः इति बहुवचनमस्ति इति कृत्वा लालयन्ते. महोदय अग्रिमं वाक्यं करोतु. वयं बन्धून् स्मरामः. अत्र रेखाङ्कितपदमस्ति बन्धून् इति उकारान्त बहुवचनमस्ति. बन्धून् बद्धून् बन्धून् वयं तस्य किं का का कौके कं कौकान् कान् स्मर स्मराम वयं कान् स्मराम इति प्रश्नवाचनम्. उत्तमम्. अत्र बन्धुः इति उकारान्तपदमस्ति. धातुः बन्धधातुः, बन्धधातोः रूपमेव. किन्तु मया किं दृष्टमित्युक्ते उणादिप्रत्ययेन निर्मितं पदम् इदं बन्धुः इति. बन्ध धातोः रूपमेव बध्नाति, लट्लकाररूपं बध्नाति. तत्र नकारलोपः भवति. धातौ नकारः अस्ति, नकारः न अपगच्छति. केवलं कित् नित् प्रत्यये परे एव अनिदितां हल उपधायाक् निति इति सूत्रेण नकारलोपः भवति. अत्र प्रत्ययः कित् नास्ति, नकारः यथावत् तिष्ठति इति कृत्वा अत्र रूपं बन्धुः, नकारयुक्तं रूपं सिद्धम्. अग्रे करोतु. कपयः फलानि खादति. तत्र कपयः फलानि इति रेखाङ्कितपदं. किं के कानि इति कृत्वा किं के कानि द्वितीया विभक्तिं तदेव. कपयः कानि खादन्ति. अग्रे महिला शाटिके क्रीणाति. महिला शाटिके इति सप्तमी एकवचनमस्ति. न शाटिके द्वितीय द्विवचनं. उत्तमं. द्वितीय द्विवचनं. सप्तमी एकवचनं किं भवति? शाटिकायां. शाटिकायां. शाटिका, शाटिके, शाटिकाः. शाटिकां, शाटिके, शाटिकाः. अत्र प्रथमाद्विवचनं द्वितीयाद्विवचनं समानम्. अग्रे करोतु. अग्रिमं भवान् भोजनं परिवेषयति. भोजनम् इति नपुंसकलिङ्गम् अस्ति इति कृत्वा द्वितीय एकवचनं. किं के कानि किम् इति, किं भवान् किं परिवेषयति इति प्रश्नवाचकः अस्ति. उत्तमम्. अत्र भोजनम् इति पदं ल्युडन्तपदं. भुज् धातोः ल्युट् प्रत्ययस्य योजनेन निर्मितं पदं. भुज् धातोः रूपं उभयपदे अस्ति इति कृत्वा रूपद्वयं सिद्ध्यति. पालनाभ्यवहारयोः इत्यस्मिन् अर्थे भुज् धातुः अस्ति. पालनावसरे भुनक्ति इति रूपं वक्तव्यमस्ति, किन्तु भक्षणार्थे भुङ्क्ते इति रूपं वक्तव्यमस्ति. भुज् धातुः उभयपदी धातुः. भुनक्ति एकं रूपम् अस्ति, भुङ्क्ते इति अन्यत् रूपम् अस्ति. भोजनम् इति ल्युडन्तं रूपं भुज् धातुतः. भुज् इत्यत्र धातुः उदुपधधातुः, जकारात् पूर्वम् उकारः अस्ति. ल्युट् प्रत्ययः कित् नास्ति इति कारणतः गुणकार्यं भूत्वा भुज् भोज् भवति. अन आयाति तेन भोजनं. परिवेषयति इति णिजन्तरूपम् अस्ति. परि उपसर्गपूर्वकः, विश् धातुतः णिच् योजितं, तेन परिवेषयति इति रूपम् अस्ति. विश् धातुः अपि बहुषु गणेषु अस्ति. विश् धातुतः एकस्मिन् गणे वेषति, अन्यस्मिन् गणे वेवेष्टि, अन्यस्मिन् गणे विश्नाति इति त्रीणि रूपाणि सन्ति. इत्युक्ते विश् धातुः त्रिषु गणेषु वर्तते. अग्रे करोतु. शिक्षकः तं बोधयति. तम् इति रेखाङ्कितपदमस्ति कृत्वा शिक्षकः कं बोधयति इति प्रश्नवाचकः अस्ति. तत्रापि बोधयति भुत् धातुतः निजन्तरूपम् इति बोधयति. बोधयति अणिजन्तरूपम् अस्ति. तौ इक्षुं खादतः. वदतु. तौ इक्षुं खादतः. सः तौ तौ इक्षुं खादतः इति कं खादतः. तत्रापि तौ कं खादतः इति रूपं भवति. इक्षुः इति पदस्य रूपाणि ज्ञातव्यानि खलु. इक्षुः इति गुरुशब्दवत् रूपाणि वक्तव्यानि. इक्षुः इक्षवः इक्षुः इक्षवः खाद् धातु तथा इति द्विवचनमस्ति तौ इति रूपमस्ति इति कृत्वा तौ खादतः खादतः इक्षुणा तत्रापि ऋणत्वं भवति तत्र निमित्तं मूर्धन्यषकारः अस्ति इक्षुणा इति रूपमस्ति इक्षुः इत्युक्ते शुगर् केन् इति अर्थः रसालः गुडतृणः इति पदमपि अस्ति इष्यते असौ माधुर्यात् अन्तिमं वाक्यं करोतु भवत्या कदा चिन्तयति कथाः इति बहुवचनम् अस्ति एकाङ्कितपदम् इति कृत्वा कथा इति स्त्रीलिङ्गमस्ति इति कृत्वा का के काः इति बहुवचने काः इति भवत्यः काः चिन्तयति इति प्रश्नवचनः अत्र कथाः इति पदस्य विभक्तिः का अत्र विभक्तिः द्वितीया बहुवचनं भवत्यः चिन्तयन्ति भवत्यः चिन्तयन्ति तत्र चिन्तयन्ति चिन्तदातु न चित्यं किमर्थं निजरूपम् अस्ति वा इदित् धातुः अस्ति इति कृत्वा इदितोनं धातोः इति सूत्रेण मध्ये अनुमागमः भूत्वा चिन्त् भवति लौकिकधातुः चिन्त् अस्ति उपदेशावस्थायां तस्य रूपं चित्यम् अस्ति चुरादिगणे अस्ति इति कृत्वा स्वार्थे अपि अणिच् विधीयते इति कृत्वा चिन्तयति चिन्तति अपि अस्ति न समापयामः अत्र अवधेयम् इति पदमस्ति अव उपसर्गपूर्वकः धा धातुतः यत् प्रत्ययस्य योजनेन निर्मितं पदम् अवधेयं धा धातोः रूपमेव दधाति जुहोत्यादिगणे अस्ति सः धातुः वयं सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः सर्वेषां कृते धन्यवादाः धन्यवादाः